अथ लक्ष्मी सहस्रे वक्षस्थलावस्थानस्तबकः श्रये शेषाचलमणेः शार्ङ्गिणो हृदयङ्गमाम् अनुकम्पामिवाकम्पाम् अम्बामम्बुजवासिनीम् श्रये शेषाचलमणेः शार्ङ्गिणो हृदयङ्गमाम् अनुकम्पामिवाकम्पाम् अम्बामम्बुजवासिनीम् कल्याणदिव्यकरुणादिगुणाम्पुराशे काङ्क्षाधिकाभ्युदयदायि कटाक्षलेशे भद्राय दैत्यजिते पुरस्कृत नित्यवासे धर्ति स्थिरेण मनसा भवतीम् उपासे नालीक सम्भव भवादि सुराभिवाद्ये नानाविध अकृतक वाङ्मय मौलिवेद्ये पाथोधिपुत्रि पतिवक्षसि नित्यहृद्ये भान्तिमनन्यशरणो भवतीं प्रपद्ये शय्यागृहं तव पिता जगतां नियन्तु भ्राता दृगे क इतरः पुनरङ्गभूषा वक्षस्यमुष्य वरदे त्वमवस्थिता तति वाल्लभ्यमम्ब भवदीयम् अनन्यलभ्यम् भ्रातुर्विधोर्वसु समृद्ध्यसहेषु पद्मेषु आस्ते रमेति अपयशः प्रशमाय नूनम् सोदर्यकौस्तुभ शुभावहम् अब्धिकन्ये वक्षस्त्वमावहसि वक्षस्त्वमावससि वेङ्कटनायकस्य भगवतः प्रतिघो हृदि मास्मभूत् समुदय वृजिनेषु जनेष्विति अवहिता जगदम्बहितायनः हृदयमेव हरेरधितिष्ठसि फणिशैलपते त्वमिन्दिरे भवसि प्राणसमेति साम्प्रतम् अमुना भवति यतः स्वयम् हृदये प्राणपदे निवेशिता ఉరగాద్రిపతే రురస్థలస్థ కమలే తద్గళ శంఖ గర్భముక్తైః శ్రుతిహార మహసురస్రవంతి సలిలైరంత స్వదాభిషిచ్యసే త్వం కుమారి క్షీరాబ్ధే కుసుమ సుకుమారాంగి భవతి నవం పద్మం పద్మ మ్రది మరమణీయం విజహతి శరణ్యే త్రాతుం నః శరకిణ ఘనం కౌస్తుభశిలా కఠోరం గాఢోరః శ్రయసి కృపయా కైటభరిపోః శ్రీవత్సాంకం శిరతరమురసీమగోష్ఠం మురారే అధ్యాసీనాం అనఘహరితో ద్వారకాంత్యా అధిరామం కళ్యాణి త్వాం సులభమమృతం సంశ్రితానాం దుహానాం క్షీరాం బోధే సముదితవతీం భ్రూమహే కామధేనుం విశ్వాతీతో జయతి వృదిన హ్రాసదే వాసుదేవః పద్మే తస్యాప్యుపరి మహిమా భాసతే తావకీనః క్షేత్రజ్ఞానాం హృదయమనిషం కంజనాభోధిషేతే తస్యాపిత్వం హృది హృతమో రాజసే రాజసేయతి వీక్షంతే వెంకటక్ష్మాభృదిందో సూరస్థానే శోభమానమిహ త్వాం దుగ్ధోదన్వత్ పుత్రి దివ్యం పదం తే సూరస్థానం హంతభిత్వా విశంతి బలివసు ముష ప్రహర్షాతి ఉచ్చోరస్థలముపేత్య కమలేత్వం అస్మాకమపథగానాం హరసే చిరకాల సంచితానర్థాని శశిరేఖా భవతీ చ శ్రీరబ్ ते रुद्गते तयोराद्या धारयति कृष्णमन्तः कृष्णेनान्तस्तु धार्यते चर्मा वनमालायामुषिताम् विश्वविभोः भुजतमाल विटतान्तः कामपि कनकलताम् त्वाम् कलशाकूपार कन्यके मन्ये परम तुलसीतमनघे वनमालाप्तं सुलक्ष्मणाकलितम् कलयसि सद्रूपयुतम् कमले वक्षो हरेर्महारामम् दृष्टात्मप्रतिबिम्बितेषु मणिषु द्रागिन्दिरेम मभूते अन्तस्तेष्वबलान्तरस्थितिधिया कोपस्तरेत्यच्युतः शङ्कोन्मेष कथा पथा पतितम् संत्यक्त रत्नान्तरः तं त्वत्सोदरमेव कौस्तुभमणिम् धत्ते भुजा भ्यन्तरे स्वस्नेहपूर्तिः उदितत्रिदशोपसेवः दीप्तो हरेरुरसि देवि तवेष्टगेः अस्माकमान्तरतमः प्रशमय्य मुक्तेः मार्गं प्रकाशयतु कौस्तुभ रत्नदीपः सरसिजनिलयापि वैभवेन स्फुरसि निरेनसि महानसे मुनीनाम् उरसि मुररिपोः उपोढहारे शिरसि च देवि गिराम् पुरातनीनाम् शुभश्रीवत्साङ्कम् श्रुतिरुचिरहारम् मुररिपोः कमालाभं वक्षः तरलवनमाला सुरभिलम् परिष्कुर्वाणां त्वाम् भवजलधिशोषाय कलये जगन्मातः प्रातः सन जलज दायाद वदनाम् प्राचीनवात्परिषदाम् परतत्त्वचिन्ताम् व्याळेन्द्रभूधरपतिः व्यपने तु कामः कान्तो बिभर्ति भवतीम् कलशाब्धिकन्ये भूषा विशेषमिव देवी भुजान्तरे स्वभावादुन्मील वकुलसुमन कोमलतनोः तव क्लेशाशङ्काकुलित हृदयेनापि हरिणा त्वदाक्रान्ते हन्त व्युदसितुमुरस्यम्बपुलकाः न शक्यन्ते पद्मे न खलु सुलभः कण्टकजयः निरत्ययम् नीलमहो निधानम् कान्तं मुकुन्दं इन्दिरे त्वम् निरञ्जनैरेव जनैर्गृहीतम् वीक्ष्य स्थिता वक्षसि रक्षितुं किम् जननि पुष्यसि तामरसंपदम् वितनुषे च न तामरसंपदम् परमुरस्फुरणप्रतिरोधिनम् परमुरस्फुरणम् नयसेद्भुतम् यदि नाम विष्णुवक्ष क्षणमत्यक्षः क्षमामयि रमे त्वम् आगस्विनस्तदानः नैवारक्षिष्यति ऊष्मलो नाथः हृदये कमलदला त्वत्पदलाक्षीय लक्ष्म भवतीं च दधदूष्मलोऽपि कृष्णोऽपि अधिकारुण्यं वहत्यहि गिरीश हृदये कमलदलाक्षी त्वत्पदलाक्षीय लक्ष्म भवतीं च दधदूष्मलोपि कृष्णोपि अधिकारुण्यं वहत्यहि गिरीश इति आत्रेय श्रीवेङ्कटार्यदीक्षितस्य कृतिषु लक्ष्मीसहस्रे वक्षस्थलावस्थानस्तबकः तृतीयः सम्पूर्णः।